नमस्कारः. अद्यतनकरपत्रम् अस्ति अष्टाध्याय्यां सूत्राणां बलाबलम् इति विषयः. तर्हि विषयः प्रवर्तमानः अस्ति. तर्हि गते सप्ताहे अस्माकं विषयः अस्ति किमस्ति, पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति सूत्रं. तर्हि तत्र वयम् अस्माभिः एतावता किं दृष्टम् इत्युक्ते, पूर्वपरनित्य अन्तरङ्ग इति विषयान् दृष्टः, इति विषयाः दृष्टः. अग्रे अपवादविषयः कः इति, अपवादः इत्युक्ते किम् इति अग्रे पश्यामः. अत्र सि इति बिन्दुः अस्ति, ततः अग्रे पश्यामः. किम् अस्तु भगिनि, तर्हि गते सप्ताहे अस्तु अस्तु. तर्हि एतावता अस्माभिः दृष्टं पूर्व उपस्थित निमित्तिकम् अन्तरङ्गम् इति दृष्टम्. अधुना तदपि दृष्टं खलु, यस्य निमित्तं नास्ति तदपि किञ्चित् पठामः वयं पुनः पठामि. अस्तु भगिनि, पुनः पठामः, नास्ति चिन्ता. तर्हि अपरनिमित्तिकमन्तरगम् इति आरभ्य. मीना भगिनि, विजया अस्मि अत्र. नमस्कारः भगिनि. नमस्ते, नमस्ते मीना भगिनि, नमस्ते विजया भगिनि, स्वागतम्. तर्हि अत्र अपरनिमित्तिकम् अन्तरङ्गम् इति विषयः पुनः पश्यामः अद्य. अस्तु, मल्लर् भगिनी प्रारम्भं करोति किम्? आम् भगिनि, यस्य परनिमित्तम् अपरनिमित्तिकम् अन्तरङ्गम् अत्र अन्तरङ्गम् इति विषये द्वितीयबिन्दुः अस्ति, अपरनिमित्तिकम् अन्तरङ्गम् पुटसङ्ख्या किं भगिनि? मम अहं तु पुटसङ्ख्या, अहं तु जालपुटात् साक्षात् पश्यामि. किं भगिनि, पुटसङ्ख्या किम्? 19 10 10 19 of 20 34 निमित्तकम् अन्तरङ्गम् प्राप्तं खलु. तर्हि सुमन् भगिनी, भवत्याः दूरवाणी म्यूट् करोति किम्? क्षम्यतां भगिनि, म्यूट् कृतवती इति चिन्तितवती, क्षम्यतां करोतु. मलर् भगिनी आरम्भं करोतु भगिनि. आम्, अपरनिमित्तिकम् अन्तरङ्गं, यस्य शास्त्रस्य परं निमित्तं नास्ति तत् अपरनिमित्तिकं भवति. आदेशे उपदेशे शिति इत्यनेन आत्वं भवति. तत्र अशिति इत्यनेन आत्व प्रतिषेधः नाम स्थितिकार्यं न भवति. तथा च उपदेशे यजन्तस्य धातोः आत्वं भवति. तस्मिन्तरे इति चेत् किमपि न उक्तम्. एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति तद् अपरनिमित्तिकम् अस्ति. अग्रे पठामि वा? आं पठतु भगिनि. आम्, अत्र देयं यत् अशित्वं भवेत् इति न उक्तम्. अशिति प्रत्ययपरे इति न उक्तम्. शिति न भवति इत्युक्तम्. अतः निषेधार्थः आदेश उपदेशे शिति इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्. प्रथमं वाक्यम् उपदेशे यजन्तस्य धातोः आत्वं भवति इति एकः अर्थः. द्वितीयं वाक्यम् उपदेशे यजन्तस्य धातोः स्थिति प्रत्यये परे आत्वं न भवति इति द्वितीयः अर्थः. प्रथमे अर्थः किम् उक्तम्? उपदेशे यजन्तस्य धातोः आत्वं भवति. कस्मिन् परे न उक्तं द्वितीये अर्थे तु क्षितिपरे निषेधः एवं च निषेधस्य निमित्तम् अस्ति किन्तु विधिं प्रति निमित्तं नास्ति तर्हि निषेधांशे निमित्तं वर्तते विद्यांशे निमित्तं नास्ति एवम् अग्रे पठामि वा अपूर्ण न निमित्तं नास्ति एतावत् पर्यन्तं भगिनी क्षम्यतां भवती किञ्चित् विवरणं करोति किं भगिनि क्षम्यताम् अहं विस्मृतवती किञ्चित् विवरणं करोतु कृपया मलर् भगिनी अधुना करिष्यति खलु अस्तु तदेव पुनः पश्यामः अपरनिमित्तकम् इति किम् इति अत्र उक्तं यस्य शास्त्रस्य निमित्तम् अपरनिमित्तं नास्ति तत् अपरनिमित्तकम् इति उच्यते आदेश उपदेश अशीति इति एकम् अपरनिमित्तं सूत्रम् अस्ति अत्र आत्वं भवति एच् इति उक्तं परन्तु कस्मिन् परे इति न उक्तम् तदेव तदनन्तरम् अशीति इति अशिति प्रत्यय इति न उक्तं शिति न भवति इति एव उक्तम् अत्र तर्हि भवती वदतु भगिनि अस्तु भगिनि अस्ति अत्र किम् इत्युक्ते पूर्वमपि अस्माभिः दृष्टं खलु अन्तरङ्गः विषयः इति जाटिल्यविषयः अस्ति अन्तरङ्गम् इति एतावता पर्यन्तं महोदयेन अनेके अध्यापकान् महोदयः अनेकान् अध्यापकान् पृष्टवान् तस्य पूर्ण अवगमनार्थं किन्तु एवम् एतदेव अस्माभिः महोदयस्य महोदय सूचना प्राप्तवान् इति इत्युक्ते बहुविधाः सन्ति अन्तरङ्गम् इति बहुविधाः सन्ति निश्चितरूपेण एकम् इति उत्तरं न प्राप्तवान् अन्यः एकः एकं वदति अन्यपण्डितः भिन्नरूपेण वदति मतभेदाः सन्ति सन्ति इति तर्हि प्रमुखतया अस्माभिः एतावत्पर्यन्तं अस्माकं वर्गेषु तु अन्तरङ्गम् इति कुत्रचिदपि अहम् एतावत्पर्यन्तं चिन्तनं न दृष्टवती एव प्रायः बहु न्यूनेषु स्थलेषु एव आयाति इति मन्ये तर्हि व्याकरणलोके तर्हि किन्तु अस्माकं केवलं संक्षिप्तरूपेण अवगमनार्थम् अत्र दत्तः विषयः तर्हि किमित्युक्ते अत्र अस्माभिः अस्माकं सूत्रमस्ति पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति अस्तु यत्र अन्यत्र अन्यत्र लब्धावकाशः अस्ति द्वयोः सूत्रयोः समानकाले समानस्थले प्राप्तिः यत्र भवति प्रसक्तिः भवति चेत् कस्य सूत्रस्य प्राप्तिः कस्य सूत्रस्य बलम् इति निर्णेतुं कथं शक्नुयाम प्रथमम् अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति द्रष्टव्यं यदि अन्यत्र अन्यत्र लब्धावकाशः अस्ति चेत् सः तु विषयः अस्ति विप्रतिषेधः इति आयाति यत्र विप्रतिषेधः तादृशविप्रतिषेधः अस्ति तर्हि सामान्यतया परसूत्रं बलवद् भवति अनन्तरं किमित्युक्ते किन्तु परसूत्रस्य अपेक्षया नित्यसूत्रम् अन्तरङ्गं भवति यत्र वयं नित्यम् इति विषयं वदामः नित्यम् इत्युक्ते कृताकृतप्रसङ्गः भवति इत्युक्ते सूत्रद्वयं वर्तते प्रथमसूत्रं वयं कारयामः चेत् द्वितीयसूत्रस्य प्रसक्तिः अस्ति वा इति द्रष्टव्यं पुनः तस्य प्राप्तिः भवति वा प्रसक्तिः प्रायः भवति किन्तु प्राप्तिः अपि भवेत् तथा एव द्वितीयसूत्रम् इति प्रथमं प्रवर्तयामः चेत् प्रथमसूत्रस्य प्रसक्तिः तर्हि यदि द्वितीयसूत्रं प्रथमं प्रवर्तयामः चेत् प्रथमसूत्रस्य प्रसक्तिः प्राप्तिः अपि भवति वा इति द्रष्टव्यं यदि वयम् अतः तादृशचिन्तनं यत्र भवति इति एकस्य सूत्रस्य यदि द्वितीयसूत्रम् उदाहरणार्थं द्वितीयसूत्रं प्रथमं प्रवर्तयामः तर्हि प्रथमसूत्रस्य प्राप्तिः प्रसक्तिः प्रायः स्यात् किन्तु प्राप्तिः अनन्तरं न भवति चेत् द्वितीयसूत्रमेव किन्तु विपरीतरीत्या यथा वयं चिन्तयामः प्रथमसूत्रं कार्यं करोति द्वितीयसूत्रस्य प्राप्तिः अनन्तरं भवति चेत् द्वितीयसूत्रं नित्यसूत्रम् इति वदामः तर्हि नित्यसूत्रं बलवत् भवति तस्यापि अपेक्षया अन्तरङ्गसूत्रं बलवत् इति सूत्रं वदति इत्युक्ते अन्तरङ्गम् इति विषयः यथा उक्तवती भिन्नेषु अर्थेषु आयाति निमित्तम् अत्र किम् इत्युक्ते विषयप्रमुखविषयद्वयं वर्तते पूर्वोपस्थितनिमित्तिकम् अन्तरङ्गम् इति अनन्तरम् अस्ति अपरनिमित्तिकम् अन्तरङ्गम् इति अपि उच्यते तर्हि सामान्यलक्षणम् अन्तरङ्गस्य लक्षणम् अस्ति अन्तर्मध्ये वाक्यमस्ति अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि निमित्तानि यस्य तद् अन्तरङ्गम् एवं तदीयनिमित्तसमुदाय बहिर्भूताङ्गं बहिरङ्गम् इत्युक्ते निमित्तसमुदायः वर्तते खलु अस्माकं विधिसूत्रम् अस्ति विधिसूत्रे निमित्तानि सन्ति अत्र निमित्तम् इत्युक्ते यत्र अन्तरङ्गम् इति विषयः आयाति अत्र किमित्युक्ते निमित्तानि सन्ति खलु तर्हि निमित्तानि सन्ति यस्य निमित्तानि बहिर्भूतानि सन्ति तत्तु बहिरङ्गं बहिर्भूतानि निमित्तानाम् अन्तः यस्य सूत्रस्य निमित्तानि वर्तन्ते तत् अन्तरङ्गम् इति किन्तु साक्षात् पश्यामः चेत् तत्र अन्तर्भूतः इत्युक्ते किम् इति वादः जायते चेत् अन्तर्भूतः इत्युक्ते बहु तदर्थम् अपि बहुविधाः वर्तन्ते अन्तर्भूतः अन्तर्भूतानि इत्युक्ते बहुविधाः भवन्ति इति अग्रे अपि उक्तमस्ति एकमस्ति कैयटस्य मतम् आसीत् केवलं गणनं कृत्वा संज्ञायाः गणनं कृत्वा सः अन्तरङ्गम् इति निर्णेतुं शक्यते इति तेन उक्तम् किन्तु आधुनिककाले नागेशस्य मतं तथा नास्ति नागेशः वदति किम् इत्युक्ते केवलं संज्ञायाः महत्त्वं नास्ति अर्थस्यापि महत्त्वं नास्ति संज्ञी एव सूत्रा पाणिनेः सूत्राणि संज्ञी अनुसृत्य वर्तन्ते तर्हि संज्ञी यानि सन्ति तेषामेव तदनुसृत्य एव अस्माभिः निर्णेतुं शक्यते इति अत्र पूर्वोपस्थितम् अन्तरङ्गम् इत्युक्ते विषयद्वयं भवितुमर्हति प्रायः संज्ञीनां गणनम् इत्यपि भवितुमर्हति नो चेत् पूर्व उपस्थितम् इत्युक्ते साक्षात् पूर्वम् अस्ति तदपि भवितुं शक्यते नो चेत् अन्यदपि भवितुं शक्यते उदाहरणं निमित्तम् ए बि सि डि इति अस्ति इ इति अस्ति तत्तु प्रथमसूत्रस्य द्वितीयसूत्रस्य ए बि सि इति अस्ति चेत् द्वितीयसूत्रस्य निमित्तसमुदायः प्रथमसूत्रस्य निमित्तसमुदायस्य अन्तः भवति इति कृत्वा अन्तर्भूतानि भवन्ति इति कृत्वा तद् अन्तरङ्गम् इति वक्तुं शक्यते नो चेत् भिन्नरीत्या अपि प्रतिपादयितुं शक्यते एतदेव विषयः अन्येन केनापि एवम् उक्तं किम् इत्युक्ते प्रथमसूत्रस्य ए सि डि इति अस्ति द्वितीयसूत्रस्य ए बि इति अस्ति यत्र साक्षात् उपस्थितिः कुत्र भवति इति दृष्ट्वा तर्हि ए बि इति यस्य अस्ति तत्तु पूर्वम् उपस्थितः भवति निमित्तम् इति कृत्वा तद् अन्तरङ्गम् इति अपि उच्यते तर्हि तदेव अत्र बहु वादाः प्रचलन्ति वैयाकरणेषु इति महोदय अपि उक्तवान् तर्हि तस्य एव तदासीत् पूर्व उपस्थितम् अन्तरङ्गम् इति द्वितीयम् अस्ति तदेव विषयः भिन्नरीत्या चिन्तयामः चेत् अपरनिमित्तिकम् अन्तरङ्गम् इति अस्ति किन्तु अपरनिमित्तिकं मम चिन्तनमेवम् अस्ति अपरनिमित्तिकम् अन्तरङ्गम् अपि एकविधं पश्यामः चेत् पूर्वनिमित्तिकमेव किमर्थम् इत्युक्ते यत्र निमित्तमेव नास्ति यत्र निमित्तस्य गणनं कृत्वा निमित्तं न्यूनं नो चेत् निमित्तं पूर्वम् उपस्थितम् इति चिन्तयामः यदि निमित्तमेव नास्ति चेत् तदेव अन्तरङ्गं भवति खलु इति उदाहरणार्थम् अत्र आदेशोपदेशे अशिति इति सूत्रमस्ति उदाहरणार्थं स्वीकृतः अत्र स्वीकृतं तर्हि सूत्रस्य सारांशः कः सारांशः पश्यामः चेत् उपदेशे एजन्तधातोः आत्वं न तु शिति इति अशिति इति उक्तमस्ति अत्र अशिति इति किमपि संज्ञा वा सञ्जीव नास्ति खलु. अशिति इत्युक्ते किम्? अशिति षित् मास्तु इति एव अस्ति. अत्र परे यकारादिप्रत्ययः वा शप् प्रत्ययः वा नो चेत् यक् प्रत्ययः वा इति साक्षात् प्रत्ययं प्रत्ययः न उक्तः, केवलम् अशिति इत्येव उक्तमस्ति. इत्युक्ते चित् मास्तु सामान्यविषयः. तर्हि वयं सूत्रं पश्यामः चेत् वाक्यद्वयम् अस्माभिः रचयितुं शक्यते. प्रथमवाक्यमस्ति उपदेशे एजन्तदातोः आत्वं भवति इति प्रथमवाक्यम्. द्वितीयवाक्यं पश्यामः चेत् किन्तु आत्मं तादृश आत्मं शितिपरे मास्तु इति उक्तमस्ति. तर्हि यत्र अशिति इति किमपि अशिति इति किमपि तस्य किम् अस्ति अशिति इति उक्तमस्ति, किन्तु अशिति इति एकं संज्ञा नास्ति खलु, केवलम् अशित् मास् नञ् समासः अस्ति तत्र. पाणिनिना निमित्तरूपेण किमपि न उक्तम् अस्मिन् सूत्रे. तर्हि तादृशसूत्रं यस्मिन् निमित्तमेव नास्ति तर्हि तत्तु अन्तरङ्गसूत्रम् इति वक्तुं शक्यते. अवगतं किं? तर्हि सूत्रद्वयस्य समानकाले समानस्थले प्रसक्तिः तस्मिन् समये कस्य प्राप्तिः इति चिन्तने सति सति यस्य सूत्रस्य निमित्तमेव नास्ति. एकस्य सूत्रस्य निमित्तानि वर्तन्ते परे परे निमित्तानि उक्तानि सन्ति पाणिनिना. निमित्तं तु परे आयते सप्तमी विभक्ति उपयुज्य, किन्तु एकस्य तु निमित्तमेव नास्ति न उक्तं. तर्हि यस्य सूत्रस्य निमित्तमेव न उक्तं तदेव तदेव अन्तरङ्गम् इति अन्तरङ्गम्, अन्यत्तु बहिरङ्गम् इति चिन्तनम्. भगिनि केचन प्रश्नाः सन्ति. अशिति इत्युक्ते प्रत्यय अशित् प्रत्यय किम् इति प्रशित् अस्ति किम्? अशित् प्रत्ययः इति एकः प्रत्ययः वर्तते किम्? नास्ति खलु. अशित् इति नञ् समासः अस्ति. षित् यः प्रत्यय षित् नास्ति तत्तु अशित् प्रत्यय खलु. तस्य नामकरणं नास्ति खलु. तादृशनामकरणं पाणिनेः सूत्रेषु कुत्रचित् अपि न दृश्यते खलु. केवलं नञ् उपयुज्य अर्थः बोधितः, अर्थः अत्र बोधितः तावदेव. एतत् सूत्रं किं कार्यं करोति इति अहं न अवगच्छामि. किं कार्यं करोति इति किम्? एकनिमेषम् अहं वदामि. अध्यै इति धातुः अस्ति. कर्मणि रूपम् अस्ति किम् अस्ति धातु कः? द्यै द्यै द्यै द्यै धकार यकार ऐकार न न न धकारः यकारः यकारः अनन्तरम् ऐकारः सत्यं. ध्यायति इति कर्म रूपम् अस्ति खलु. तर्हि ध्यै इत्यस्य कर्मणि रूपं किं? ध्यायते ध्यायते इति रूपं सत्यम्. तर्हि अत्र किं भवति? यक् प्रत्ययः मध्ये उपविशति. द्यै धातुः एजन्तदातुः अस्ति. यक् प्रत्ययः षित् अस्ति किम्? किं प्रत्ययः? यक् यक् प्रत्ययः. कर्मणि तु यक् आयाति. यक् इति यकारः आयाति. यक् यक् इति प्रत्ययः. तर्हि यक् प्रत्ययः षित् प्रत्ययः अस्ति किं? षित् नास्ति खलु. षित् नास्ति. तर्हि द्यै इत्यस्य रूपं किं भवति? ऐकारस्य स्थाने आकारः आत्वम् आयाति. तत्तु भिन्नम् अस्ति. आमां तदेव अस्ति विषयः. तर्हि आकारः आयाति. तर्हि ध्या इति भूत्वा ध्यायते इति रूपं प्राप्नुमः. किम् अवगन्तव्यम् इत्युक्ते अशित् इति एकः संज्ञा नास्ति, प्रत्ययः नास्ति इति अवगन्तव्यम्. अशित् इति केवलं सूचनार्थम् अर्थबोधनार्थं पाणिनिना तत्र नैन् उपयुज्य अत्र उक्तं सूत्रेषु सूत्रे, किन्तु साक्षात् अशित् इति नामकरणं वा संज्ञा वा किमपि नास्ति. अशित् इति एकः प्रत्ययः, अशित् प्रत्ययं वा प्रत्ययः कः इति वदामि चेत् तादृशप्रत्ययः नास्ति. केवलम् अर्थबोधनमस्ति, किम् अर्थम् अवगच्छामः किमित्युक्ते शित् नास्ति, यः प्रत्ययः शित् नास्ति सः तदेव तत्र अत्र सूचितम् इति अवगन्तुं शक्यते अस्माभिः तावदेव. भवत्याः मनसि किम् अस्ति इत्युक्ते यत्र इत् अनित् इति, तत्रापि अनित् इत्यपि नामकरणं नास्ति. यत्र यत्र अत्र नै अत्र नै समासस्य उपयुज्य समासः उपयुज्य तत्पुरुषसमासः उपयुज्य केवलम् अर्थबोधनं यत् नास्ति इति एव बोधयति पाणिनिः. यत्र अस्माकं षित् इति प्रत्ययः एवमेव वा इति मन्ये भगिनि. तत्र भगिनि आदेश उपदेशे अशीति इति सूत्रमस्ति खलु, तत्र आदेश आत् प्रथमविभक्ति एकवचनम्, अनन्तरं येचः इति षष्टिस्थाने एकवचनमस्ति, अनन्तरम् उपदेशे इति सप्तमी एकवचनम्, अशीति इति सप्तमी एकवचनमेव. सत्यं भगिनि भवती अत्र अत्र उपदेशे इति सप्तमी अस्ति इत्युक्ते विषयसप्तमी अस्ति इत्युक्ते उपदेशावस्थायाम् इति तादृशसन्दर्भेषु उपदेशावस्थायां एषः स्थाने आत् आदेशः आत् इति प्रथम आत् आदेशः इति आत् इति प्रथमा विभक्ति तर्हि आदेशः भवति. शिति इति सप्तमी अशीति इति उक्तमस्ति सप्तमी रूपम् अस्ति तर्हि तत्तु अशीति इति इत्युक्ते षित् परे मास्तु इति अवगन्तव्यं. भगिनी षित् षित् प्रत्ययम् उपयुज्य उदाहरणमस्ति वा न अवगच्छामि भगिनि. षिति परे इति आमामाम् अस्ति भगिनि, क्षितिपरे इति तु अस्ति. अस्माकं भ्वादिगणीयपाठेषु तद् दिवादि तुदादिगणीयपाठेषु च आयाति खलु. एकनिमिषं वदामि अहं. क्षित्प्रत्यये परे कानिचन कार्याणि भवन्ति एव. अतः तु आत् एचः उपदेशे अशिति किम्? आम् आं भगिनि, एचः षष्टि षष्टि आं सत्यं. षिति इति उदाहरणार्थम् अष्टिवु क्लमु क्षमां षिति इति सूत्रमस्ति इत्युक्ते षिति परे इति. तत्र तु षित् इति प्रत्ययः वर्तते, नामकरणमस्ति. शकारः इत् संज्ञा यस्य सः षित् इति जानीमः. उद् अन्यत् शन् प्रत्ययः परे इति वक्तुं चेत् क्षमामष्टानां दीर्घः शनि इति अस्ति. शनि इति प्रत्ययः अस्ति. अस्तु अग्रे सरेमः. किं कुत्र आद् एचः न भवति शिति परे उदाहरणमस्ति वा? एषः उदाहरणार्थं द्यै धातोः वयं द्यै धातोः एकनिमिषं धातोः यत्र सार्वधातुकलकारेषु पश्यामः चेत् शप्रत्ययः मध्ये आयाति खलु. तत्र तु एषोय वायावः इत्यनेन भवति. द्यै धातोः द्वादिगणीयधातुः अस्ति खलु. द्यै धातोः प्लस् शप् योगः टिप् इति अस्ति. तत्र किं भवति? द्यै धातोः तु केवलम् अशित् अस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः नास्ति. आदेशोपदेश शित् इति न भवति खलु. किमर्थमित्युक्ते शप् प्रत्ययः शित् अस्ति. इति कृत्वा केवलम् अस्य सूत्रस्य प्रवर्तनं मास्तु, तर्हि ध्यै योगः अयोगः ति इति स्थितौ केवलं वर्णमेव केवलं सन्धिकार्यं भवति, तदा एचोयवायवः इत्यनेन आय् आदेशः भूत्वा ध्यायति इति रूपम्. व्यत्यासं नास्ति, ध्यायते अपि ध्यायति अपि व्यत्यासं नास्ति. किमर्थम् रूपस्य भेदः नास्ति, किन्तु तत्र यकारः केन कारणेन आगतः इति मन्तव्यं खलु. यदि वयम् आदेश उपदेशे अशिति इति सूत्रं तत्रापि प्रवर्तयामः चेत्, क्षितिपरे अपि प्रवर्तयामः चेत् रूपं किं भवति? दोषाय भवति खलु अस्माकं रूपं. द्यै इत्यस्य ध्या इति भवति, ध्याति ध्याति इति रूपं भवति. तर्हि लट्लकारे ध्याति अस्ति वा? न, ध्यायति इति तदेव वदामि, ध्यायति इति रूपं कथं? हा, तदेव पुनः वदामि खलु, तत्र अकारः तु तत्र एकं करपत्रं स्वीकृत्य सोपानानि करोतु. आं, सन्धिकार्येण एचोवयवः इत्यनेन ऐ आदेश आय् आदेशः भवति, आ इ इति आदेशः भवति. करपत्रं स्वीकृत्य करोतु भगिनि, नो चेत् पुटं स्वीकृत्य, नो चेत् भ्रमसद् भवति. यदि आदेश उपदेश अशिति इति सूत्रं नास्ति चेत् द्यै यक् प्रत्ययं परे किं किं भविष्यति? द्यते इति भवति, द्यते तत्तु असाधु अस्ति खलु, साधु नास्ति. तत्र अष्टाध्यायीं किम् अस्ति चेत् तत्र उपदेश अवस्थायां यः यजन्तः धातुः तस्य आकारः आदेशः भवति, स्थिति प्रत्ययपरः तु एतत् न भवति. तत्र कार्यं करोति, तदेव तदेव महोदयेन अपि अत्र लिखितमस्ति खलु. आं, तदेव अधुना चर्चा कुर्मः. अत्र उदाहरणं नास्ति खलु? कुत्र उदाहरणं? तत्र सूत्रस्य केवलम् अर्थं केवलम् अन्तरङ्गम् अपरनिमित्तिकम् अन्तरङ्गम् इत्युक्ते किम् इत्यस्य बोधनार्थमेव. तथापि किमित्युक्ते अन्तरङ्गस्य विषये अधुना अधिकचिन्ता मास्तु इति महोदय उक्तवान्. किमर्थमिति कुत्रचित् अपि अस्माभिः निश्चितरूपेण एतानि अन्तरङ्गकार्याणि इति कुत्र विषयः कः इति पूर्णतया अस्माभिः न अवगतम्. पण्डितानामपि संशयः वर्तन्ते, संशयः वर्तन्ते. तर्हि अधुना किं पश्यामः चेत् अस्य तु प्रकारः बहुविधाः सन्ति इति अपि उक्तम् आसीत्, तर्हि अस्माभिः पूर्णतया अधुना न पठामः भगिनि. समयं न यापनीयम् इति, समयः न यापनीयः इत्येव महोदयस्य आशयः अधुना अन्तरङ्गस्य विषये अग्रे सरामः इति. बहून् सूत्राणि सन्ति यत्र परनिमित्तं नास्ति. गुणसन्धि सूत्रमपि तथा एव, आद्गुणः तत्र पुनः अनुवृत्तिसहितं किम् अस्ति आद्गुणः? ओ अस्तु अस्तु, तत्र अनुवृत्तितः आयाति खलु अस्माकं निमित्तम्, अनुवृत्ति अपि स्वीकर्तव्यं. नो चेत् कस्य सूत्रस्य अपि निमित्तमेव न भवति खलु. बहुत्र वयम् अनुवृत्तितः निमित्तं स्वीकुर्मः खलु. अस्तु, प्रश्न अवगतं खलु, अग्रे सरामः. किं पूर्ण अवगमनम् अन्तरङ्गस्य विषये पूर्ण अवगमनम् आवश्यकम् इति अधुना न अपेक्षितः, अपेक्षितं महोदयेन. तर्हि केवलं बहुविधाः सन्ति, एतादृशविषयाः सन्ति इति अवलोकयामः तावदेव. अत्र किमपि परनिमित्तं नास्ति, अतः एतत् सूत्रम् अन्तरङ्गम्. आम्, सत्यम्. अस्तु चेत्, अस्ति चेत् एतस्य सूत्रस्य अधिकं बलम् एव खलु. यदि यदि अपवादसूत्राः सन्ति चेत् अपवादस्य बलं भवति, अन्तरङ्गस्य अपेक्षया अपवादसूत्रं बलवत् भवति। नो चेत् साधारणतया एतत् सूत्रमेव कार्यं, बहुत्र एतत् सूत्रं कार्यं करोति, सत्यम्। यत्र सामान्य सार्वधातुकलकारेषु पश्यामः चेत् तत्र तु शप्रत्ययः आयाति, विकरणप्रत्ययः अधिकतया खलु, तत्र तर्थात् अस्माभिः एतत् सूत्रस्य प्रवर्तनं बहु न्यूनम् अस्ति। किन्तु यत्र वयं आर्धधातुकलकारः पश्यामः तत्र तु अनेकत्र एका ऐ वा औ वा तादृशधातोः तु आत्वं भवति अनेन सूत्रेण। इत्युक्ते सर्वेषाम् ऐकारान्तरं बहुत्र अन्ये यदि अपवादसूत्राणि सन्ति चेत् तत्र रूपं भिद्यते, तत्र कार्यं भिद्यते, नो चेत् एतत्तु सामान्यसूत्रमस्ति आर्धधातुकलकारेषु। किमर्थम् इत्युक्ते आर्धधातुकलकारेषु शप्रत्ययः न भवति खलु, चित् इति प्रत्ययः नायाति, तर्हि विषयः नायाति, तर्हि अस्य सूत्रस्य प्रवर्तनं भवति। अस्तु, उत्तरं प्राप्तं, किम् उत्तरम्? यै अन्यत् किमपि उदाहरणम् अस्ति जैविन धातु विना तत्र अन्यत् एकनिमिषम् अत्र पश्यामि। एजन्त ऐ वा औ वा यत्र आयाति तादृश सूत्राणि तादृशधातवः पश्यामः चेत् प्राप्यते। अस्ति खलु गायति, तत्तु गै गै गै तु गै इत्यस्य गीयते इति भवति खलु, गै इत्यस्य कर्मणि रूपं किं गायते इति किं गीयते तत्र तु विशेषकार्यं भवति, विशेषकार्यमस्ति। अत्र अन्यत् अस्ति ग्लै इति म्लै इति म्लायते, म्लायते ग्लायते, ग्लै अपि ग्लायते इति, छो अपि चायते इति, छो इति एकं धातुः, एकः धातुः अस्ति छो इति, छो इत्यस्य चायते इति रूपम्। तत्र भवती उक्तवती कर्मणि प्रयोगे यक् अस्ति प्रत्यय, तत्र य अवशिष्यते, कित् अस्ति, आम् कित् अस्ति, किन्तु षित् नास्ति। अत्र तथा एव यङ्ग् लुक् अपि अस्ति, यङ्ग् लुक् प्रत्यये परे यङ्ग् वा यङ्ग् लुक् प्रत्यये परे अपि समानकार्यमस्ति। ग्लै धातो द्यै धातोः तु ध्याध्यायते किमस्ति तादृशरूपं किमपि साधयामः। ग्लाग्लायते, अनन्तरं छाछायते, म्लाम्लायते इति रूपं लङ् लुक् इत्यस्य कृते ऐकारः आकारः भवति। अधुना भगिनी अस्य सूत्रस्य पूर्ण अवगमनम् अग्रे भवति भगिनी, अधुना विषयः सारांशः अवगतः चेत् अग्रे सरेम। अस्माकं विषयः अधुना आदेश उपदेशे इति सूत्रस्य पूर्णावगमनस्य न कृते नास्ति खलु। अस्तु, कुत्रापि तृतीयविभक्ति अस्ति चेत् तदपि अपरनिमित्तिकं नास्ति, यतः तृतीय तत्र परनिमित्तिकं भवेत्, पूर्वनिमित्तिकम् अपि भवेत् खलु, भवितुम् अर्हति इति मन्ये, किन्तु सामान्यतया सन्धिकार्येषु एव आयाति, तर्हि वर्णादङ्गं बलीयः इत्यनेन बलवत् न भवति खलु। क्षम्यता, सामान्यतया वयं वर्णनिमित्तिकं कार्यं भवति, सन्धिकार्येषु एव तृतीया विभक्तिः ष्टुनाष्टुः तदा तत्रैव आयाति खलु, तावत् वयं न पश्यामः, सन्धिकार्येषु एव कानिचन सूत्राणि सन्ति, अत्र तृतीया विभक्तिः पश्यामः वयं सूत्रेषु। तत्र तु निमित्तिक परनिमित्तम् अपि भवितुं शक्नोति, नो चेत् पूर्वनिमित्तम्, पूर्वनिमित्तमपि भवितुं शक्नोति, किन्तु एतत्तु अपरं नास्ति नास्ति आम् इति मन्ये. आं भगिनि, तथा न कुत्रचित् अपि चिन्तनं यदा अस्माकं बलाबलचिन्तनं भवति कुत्रचित् अपि सामान्यतः एव वर्णनिमित्तिकम् इति कृत्वा वर्णातङ्गं बलीयः इति एका परिभाषा अस्ति. तर्हि यत्किमपि वर्ण सामान्यतः वर्णनिमित्तिकं तादृश यत्र तृतीयाविभक्ति उपयुज्य वर्णनिमित्तिककार्याणि आगच्छन्ति तत्तु यत्र अस्ति अस्माकं त्रिपाद्यामेव आयाति खलु. तर्हि त्रिपादिकार्यं तु असिद्धं भवति. भवती उक्तवती प्रायः पूर्वस्मिन् कक्षायां क्षम्यतां वर्ण सूत्रं वर्णादङ्गं बलीयः इति परिभाषा वर्तते. तत् परिभाषा अस्ति, अन्य अधिकतया उपयोक्तुं न शक्यते, किन्तु सामान्यमस्ति स्थूलरूपेण तथा वक्तुं शक्यते. किन्तु बलाबलचिन्तनं पूर्वपर इति उपयुज्य एव चिन्तनीयं भवति अस्माभिः. तत्र प्रथमं तु एवम् एतद् मन्तव्यं, प्रथमं तु सपादसप्ताध्यायी वा त्रिपादी वा इति द्रष्टव्यं. सपादसप्ताध्यायी अस्ति चेत् पूर्वपरम् इति अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बल्यः इति विषयः, नो चेत् त्रिपादी अस्ति चेत् भिन्नविषयः अस्ति. एकमपि सूत्रं सूत्रद्वयस्य प्रसक्तिः यत्र भवति बलाबलचिन्तनस्य कृते, एकमपि सूत्रं त्रिपाद्यम् अस्ति चेत् भिन्नचिन्तनम् अस्माकम् अधुना अग्रे पश्यामः. अस्तु, तर्हि रघुपतिमहोदय अग्रे पठतु. आं भगिनि, एवञ्च परिभाषेन्दुशेखरे ग्रन्थकारः वदति, अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम्. अन्तर्भूतानि अङ्गानि अत्र अन्तर्भूतत्वं बहुविधम् अस्ति. अत्र अन्तर्भूतत्वस्य केवलं प्रकारद्वयं प्रदर्शितं. कदाचित् पूर्व उपस्थितनिमित्तकतया भवति, कदाचित् अपरनिमित्तकतया भवति, कदाचित् तदीयसमुदायमध्ये भवति, कदाचित् एकपदवर्णद्वय अपेक्षतया भवति. अतः व्याख्यायां निमित्तानाम् अन्तर्भावश्च इत्यारभ्य लिखितमस्ति. पूर्वं चितं पङ्क्तिः त्यक्तवान् वा? एवञ्च यत्र द्वयोः सूत्रयोः एवत्र एकत्र तत्र एव आरम्भं कृतं पठितम् आदेश उपदेशयिष्यति. एतत् सर्वं पठितं वा? आं भगिनि, पठितम् अद्यपि अभवत्. अस्तु, उक्तम् अस्ति, अधुना उक्तम् अस्ति खलु, तत् विवृतम् अस्ति खलु, तदेव अस्ति. क्षम्यतां भगिनि, किमपि न अवगतम्, एकवारं पुनः पठामि. तदेव पुनः उक्तमस्ति महोदय. किम् इत्युक्ते वाक्यम् अस्ति, ग्रन्थकारः ग्रन्थे यत् परिभाषा शेखरे उक्तमस्ति, अन्तर्मध्ये बहिरङ्गशास्त्र निमित्तानां समुदायं स्वीकुर्मः, तत्र बहिर्भूतं यत् अस्ति तत्तु बहिरङ्गं, बहिरङ्गस्य अन्तः अन्तर्भूतं यत् अस्ति यत्र सूत्र यस्य सूत्रस्य अस्ति शास्त्रं समानमस्ति. तर्हि यस्य शास्त्रस्य यस्य सूत्रस्य अन्तर्भूतानि सन्ति निमित्तानि तत्तु अन्तरङ्गम् इति वाक्यमस्ति. किन्तु अन्तर्भूतानि इत्युक्ते किं, निमित्तानि इत्युक्ते किम् इति स्वीकर्तव्यम् इति बृहत् चर्चा जाता. तु तत्तु नागेशः वदति केवलं निमित्तानां गणनम् इत्युक्ते केवलं वयं तु संज्ञीनामेव गणनं कुर्मः इति नागेशः उक्तवान्. तत्र तु समाधानं प्राप्तम् अस्माभिः. किन्तु अन्तर्भूतानि अङ्गानि इत्युक्ते किम्? अन्तर्भूतानि इत्युक्ते गणनस्य वा उपस्थितिः वा किं द्रष्टव्यम् इति चिन्तने सति बहुविधाः भवन्ति अत्रापि. तदेव अत्र उक्तमस्ति, बहुविधाः सन्ति. यत्र वयं पूर्वोपस्थितम् अपरनिमित्तिकम् अपरनिमित्तिकम् इति उक्तमासीत् खलु, तर्हि कदाचित् कदाचित् पूर्वोपस्थितं, कदाचित् अपरनिमित्तिकं, कदाचित् समुदायमध्ये भवति इत्युक्ते तेषु अन्यतमः वर्तते द्वितीयसूत्रस्य. कदाचित् एकपदवर्णद्वय अपेक्षतया भवति इत्युक्ते एकस्य ददति पूर्णतया नवगतं किं किमित्युक्ते प्रायः वर्णद्वयस्य अपेक्षा अधिकाः भवन्ति वा एकस्य वा अधिकाः भवन्ति बहिरङ्गस्य, तथा अस्ति. समानकार्यम् एतस्माभिः दृष्टं. गणनं कुर्मः चेत् एकस्य तु सप्तनिमित्तानि आवश्यकानि, अन्यस्य षट्देव निमित्तिकानि आवश्यकानि चेत् सप्त यस्य आवश्यकानि सन्ति तद्तु बहिरङ्गम् इति उच्यते. अष्ट इति निमित्तानि यस्य आवश्यकं तत्तु अन्तरङ्गम् इति उच्यते. इति बहु व्याख्याः बहुविधाः वर्तन्ते इति एव अस्ति च अधुना. अन्तर्बाहवः इत्युक्ते तस्य तु पूर्णतया उत्तरमहोदयेन न प्राप्तवान् महोदय, बहुत्र अन्विष्टवान्. यदा अस्माकं वर्गः जातः तस्मिन् समये बहवः पण्डितान् बहून् पण्डितान् महोदय सम्पर्कं कृत्वा अपि पृष्टवान्. बहुदिनेभ्यः चर्चा अपि जाता पूर्णतया अवगन्तुम्. अधुना गच्छेम अग्रे. महोदय अग्रे पठतु महोदय. अस्तु, सी भाग अस्ति. एकं सूत्रम् औत्सर्गिकम् इत्युक्ते सामान्यम् अन्यत् अपवादभूतम् अस्ति चेत् अपवादः बलवान्. उदाहरणम् उपरि दत्तं वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः. अतः यद्यपि वृद्धिरेचि परसूत्रं तथापि व्युत्पत्तिषेधे परकार्यम् इत्यनेन तस्य कार्यं न सिद्ध्यति. अनया परिभाषया सिद्ध्यति आद्गुणः इत्यस्य अपवादत्वात्. वयं दृष्टवन्तः वृद्धिरेचि इति अपि आद्गुणः अचिपरे अस्ति. आद्गुणः वृद्धिरेचि अपि अचिपरे एचिपरे इति वृद्धिः भवति, वृद्धिः भवति एचि वृद्धिः एचिपरे परे अक्का ओके आत् आत् एचि एचि परे इति गुणः भवति, सारि वृद्धिः भवति तस्य आद्गुणस्य अपवादः. अतः यद्यपि वृद्धिरेजि इति परसूत्रमस्ति विप्रतिषेधे परकार्यम् इत्यनेन तस्य प्रसक्तिः नास्ति, परन्तु एतत् अपवादसूत्रमस्ति अनेन तस्य सूत्रस्य प्रसक्तिः भवति इति दत्तमस्ति. अग्रे सम्यक् वा भगिनि? ओ क्षम्यतां, म्यूट् मध्ये अहम् आम् क्षम्यतां महोदय. महोदय वृद्धिरेचि इति सूत्रं किं वदति? वृद्धिरेचि अवर्णात् एचि परे वृद्धिः भवति, एकः पूर्वपरयोः एकः वृद्धिः भवति इति. आद्गुणः भवति अवर्णात् अचिपरे गुणः भवति इति. इदानीं एचि एच् प्रत्याहार अचि अन्तस्थ अस्ति, अतः द्वयोः सूत्रयोः प्रसक्तिः अस्ति, परन्तु यदि गुणः भवति चेत् वृद्धिरेचि इत्यस्य कार्यं न भवति, निरवकाशं भवति, निरवकाशः भवति. अतः इति वर्तते एकस्य सूत्रस्य निरवकाशं भवति इति तदेव अपवादसूत्रम् अपवादसूत्रम्. अतः यद्यपि परसूत्रमस्ति तत् परसूत्रं न भवति, विप्रतिषेधपरकार्यं न भवति, तत्र तुल्यबल नास्ति. तर्हि यत्र वयम् अपवादः इति चिन्तयामः, निरवकाशम् एकं सूत्रं न प्रवर्तयामः चेत् एकं सामान्यसूत्रमस्ति, अन्यत्तु विशेषसूत्रमस्ति. यदि विशेषसूत्रं न प्रवर्तयामः चेत् अस्यां स्थित्यां तर्हि सूत्रं निरवकाशं भवति इति आयाति चेत् तर्हि तदेव अपवादसूत्रम् इति वदामः. तत्र तु यत्र यद्यपि परं वा अन्तरङ्गं वा अन्यं भवितुमर्हति, तथापि अपवादसूत्रम् इति अस्ति चेत् तस्य बलं बहु अस्ति इति कृत्वा, तदेव बलवत् अस्ति इति कृत्वा तदेव प्रवर्तयामः. पाणिनेः सूत्रम् एकमपि निरवकाशं मा भवतु इति आशयः. अस्तु महोदय, धन्यवादः महोदय. सुमन् भगिनी पठतु भगिनि. क्षम्यतां भगिनि, किं लिटल् लास्, कुत्र कुतः पठनीयं? पूर्वपरनित्य अन्तरङ्गानाम् उत्तरोत्तरं बलीयः इति परिभाषायाः प्रथमं. पूर्व पर नित्यान्तरङ्ग रङ्ग अपवादनम् उत्तरोत्तरं बलीयः इति परिभाषायाः प्रथमाद्वयं पूर्वं पूर्वपर क्षम्यतां विप्रतिषेधे परं कार्यम् इत्यस्य तात्पर्यम् तस्याः अग्रिमेण तत्त्वत्रेण क्षम्यतां सम्यक् वा तत्त्वत्रेण नित्यान्तरङ्ग अपवाद इत्यनेन विप्रतिषेधे परं कार्यम् इति सूत्रं निषिध्यते. नाम नित्यान्तरङ्गापवाद एषु अन्यतमः अस्ति चेत् तुल्यबलविरोधः नैव भवति. तुल्यबलविरोधाभावे पर सूत्रस्य कार्यं पूर्वं न भवति. तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति, किन्तु नित्यान्तरङ्ग अपवाद इति शास्त्रेण विप्रतिषेधे परं कार्यम् इत्यनेन न. एतत् प्रायः प्रथमं उपरि अपि अस्ति खलु, आर्डर् प्रायः पूर्वसूत्रस्य अपेक्षया परसूत्रं कार्यं करोति, परसूत्रस्य अपेक्षया नित्यं सूत्रम्, अतः तदेव खलु. तदेव अस्ति आं भगिनि. तर्हि अत्र सूत्रस्य प्रथमपादद्वयम् अस्ति खलु, पूर्वपर इति उक्तमस्ति, तस्य तु विषयः विप्रतिषेधे परं कार्यम् इति सूत्रेण निर्देशः भवति. परसूत्रं तु विप्रतिषेधः अस्ति चेत् परसूत्रम्, अन्यत्र लब्धावकाशः अस्ति चेत् परं सूत्रम् इति अवगच्छामः. अनन्तरं तत्त्वत्रयम् अस्ति. तत्त्वत्रयं किमस्ति? नित्य अन्तरङ्गपद अपवादः इति तत्त्वत्रयं वर्तते. तत्त्वं विषयत्रयम् इति. ओ अस्तु, विषयत्रयं वर्तते, नित्य अन्तरङ्गपवादः इति. अत्र किम् इत्युक्ते, अत्र तु विप्रतिषेधे परं कार्यम् इति, परं कार्यं तु केवलं प्रथमं चिन्तयामः, यत्र विप्रतिषेधः भवति तत्र परं कार्यं, किन्तु यत्र नित्य अन्तरङ्ग अपवादः अस्ति चेत् इति चिन्तने सति, यदि एकस्य सूत्रस्य बलम् अधिकं वर्तते तत्र तु तुल्यबिलो बलविरोधः तत्र न भवति इति. तर्हि तुल्यबलविरोध अभावे कार्यं यत्र वयं नित्यत्वेन वा अन्तरङ्गत्वेन वा अपवादेन वा एकं सूत्रं बलवद्भवति चेत् यद्यपि परत्सूत्रमपि भवितुमर्हति तत्तु पूर्वसूत्रमपि भवितुमर्हति अस्माकम् अपवादसूत्रं वा अन्तरङ्गं वा तत्र तु परसूत्रम् अस्ति इति कृत्वा तद् परसूत्र शास्त्रेण कार्यं न करोति केवलम् अप येन नित्यत्वेन कार्यं करोति चेत् नित्यसूत्रम् एतस्य तत्तु पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति परं भवति चेत् विप्रतिषेधः इति न मन्तव्यं केवलम् एतस्य यत्र अपवादेन एव तस्य बलं भवति अपवादस्य एव बलवत् बलम् अधिकं भवति इति विषयः पुनः तदेव विषयः अस्ति भगिनि भगिनी अत्र किन्तु सर्व भिन्नरीत्या प्रतिपादित सर्वत्र विप्रतिषेधः एव भवति खलु न तथा नास्ति बहुत्र अपवादः पश्यामः अपवादः मास्तु नित्यमपि नित्यकार्यमपि बहुत्र भवति वयम् अग्रे यदा पश्यामः तत्र तु नित्यकार्यमपि भवति नित्यशास्त्रं तत्र नित्यं वा अन्तरङ्गं वा अपवादं वा किमर्थं चिन्तनीयं यतः तत्र विप्रतिषेधः अस्ति न विप्रतिषेधः अस्ति चेत् परसूत्रम् अन्तरङ्गं भवति बलवद्भवति खलु विप्रतिषेधः इत्युक्ते किम् अन्यत्र अन्यत्र लब्धावकाशः उदाहरणार्थम् अत्र वृद्धिरेचि आद्गुणः इति पश्यामः तु पश्यामः खलु तत्र तु अन्यत्र अन्यत्र लब्धावकाशः नास्ति अस्तु अन्तरङ्गं सूत्रे भवति खलु भवितुम् अर्हति किन्तु तदेव अस्ति अन्यत्र अन्यत् सामान्यतया न भवति भगिनि तथा न भवति भवितुमर्हति कुत्रचित् भवितुम् अर्हति किन्तु तत्र किं भवति तदेव परसूत्रस्य अपेक्षया अन्तरङ्गं भवति इति मन्त्रम् अन्तरङ्गस्य विषये एतावत्पर्यन्तम् अस्माकं करपत्रेषु कुत्रचित् अपि न आयाति चिन्तनविषयेषु प्रक्रियासमये कुत्रचित् अपि न आगतं मया न दृष्टम् अस्माकं वर्गेषु न दृष्टं किन्तु अग्रे पश्येमः किन्तु नित्यसूत्रम् इति तु आयाति एव अन्यलब्धावकाश नास्ति चेत् तत्तु अपवादमेव भवति अपवादमपि भवितुमर्हति नित्य कुत्रचित् नित्यसूत्रमपि आयाति यत्र वयं अधुना वयम् एवम् आगन्तव्यं पूर्वपर इति भागस्य तु निर्णयः विप्रतिषेधे परं कार्यम् इत्यनेन कर्तव्यं किन्तु यत् परसूत्रम् अस्ति तथापि नित्यत्वस्य बलम् अधिकं तस्य अपेक्षया अन्तरङ्गस्य तस्य अपेक्षया अपवादस्य बलम् अधिकम् इति क्षम्यताम् ऐ प्रिफर् टु थिङ्क् आफ् इट् एस् अपवाद ट्रम्प्स् अन्तरङ्गम् अन्तरङ्गं ट्रम्प्स् नित्यं नित्यं ट्रम्प्स् जस्ट् अ प्लेन् ओल्ड् परसूत्रं विच् ट्रम्प्स् पूर्वसूत्रम् इफ् यु लुक् अट् द डायग्राम् बिलो दट्स् एक्साक्ट्ली वाट् इट् इस् बट् आवर् चिन्तनं शुड् बि बेस्ड् आन् पूर्वपरनित्य अन्तरङ्गपवाद इति चिन्तनं भवति चेत् समीचीनं भवति सो सूत्रद्वयम् अस्ति एकं तु पूर्वम् एकं परं देन् वी शुड् स्टाप् अग्रे यू हाव् टु चेक् वेदर् वन् इस् नित्यसूत्रम् अण्ड् देन् यू हाव् टु चेक् अन्तरङ्ग नेवर् एन्काउंटर्ड अण्ड् डजंट इट मेक अपवाद डजंट इट मेक मोर सेंस टु स्टार्ट इन द रिवर्स ऑर्डर Somehow, asmakam chintanam has always been, see, when you start in the reverse order, you'll never think about the other possibilities, right? No, first you check, is it apavada? Tarhi samichinam eva, tattu samichinam eva, tarhi pratama pankhyam eva bhavati, sopane eva bhavati, uttaram prapnoti. Kintu vayam viparita ritya chintiyam hachet asmakam chintana kramah bhavati kalu. नो चेत् वयं नित्यत्वस्य कुत्र वयम् अस्माभिः बहुत्र अस्माभिः यत्र अस्माकम् अभ्यासः न भवति खलु इति कृत्वा तादृश अस्ति इति वयम् अनुसरामः अभ्यासार्थं तावदेव. अस्तु अग्रे सरेम अरुणा भगिनी पठति. आं महोदय. परिभाषिको नियमः पूर्वमेव दत्तमेव, किमर्थं पुनरपि रेपिटेशन् भवति? रेपिटेशन् किमर्थम् इत्युक्ते कस्य भगिन्याः अरुणा भगिन्याः इति मन्ये एको जायते भगिनि, एको आगच्छति प्रतिध्वनिः. एकनिमिषं म्यूट् करोमि. अस्तु किमर्थम् इत्युक्ते यावत् एतावत् पर्यन्तं भगिनि एकनिमिषं म्यूट् भवतु भगिनि. एतावत् पर्यन्तम् अस्माभिः यद् दृष्टं तत्तु संक्षिप्तरूपेण अस्यां पङ्क्त्याम् उक्तम्. अग्रे किम् अस्ति इत्युक्ते सो एतावत्पर्यन्तम् अस्माभिः यद् दृष्टं बलाबलचिन्तनं यत् आसीत् तत्तु केवलं सपादसप्ताध्यायाः अध्यायस्य कृते. अग्रे यत् त्रिपादी अस्ति, त्रिपाद्यां तु चिन्तनं भिन्नं भवेत् इति कृत्वा अग्रे वयं त्रिपादीसूत्राणां बलाबलचिन्तनं कथं भवेत् इति अग्रे सरेम अग्रे पश्यामः. तर्हि पूर्वतनपङ्क्त्यां यद् दृष्टं तत्तु अनुवर्तनमेव आसीत्, पुनरावर्तनमेव आसीत्, केवलं संक्षेप्तरूपेण उक्तं सपादसप्ताध्याय्याम् अस्माकं चिन्तनं कथम् इति. अग्रे तु पूर्व त्रिपाद्यां किं भवति इति अग्रे पूर्वत्र सिद्धम् इति अत्र उक्तमस्ति, तद् पश्यामः. चतुर्थबिन्दुः पूर्वत्र असिद्धम्. अष्टम अध्याये द्वितीयपादे प्रथमसूत्रम् अनेन सूत्रेण अष्टाध्यायी अङ्गः भागद्वये विभजितः. प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः प्रथमभागः. अष्टमध्यायस्य द्वितीयः तृतीय चतुर्थश्च पदः श्रूयते भगिनि. श्रूयते न? अष्टमाध्यायस्य द्वितीय तृतीय चतुर्थश्च पादाः मिलित्वा द्वितीयभागः प्रथमः. मया श्रूयते उक्तवान् भगिनि, अहं भवत्याः दूरवाण्यां किञ्चित् वाल्यूम् उपरि करोतु अधिकं करोतु. श्रूयते वा? श्रूयते वा? आं भगिनि श्रूयते भगिनि. प्रथमभागस्य नाम सपादसप्ताध्यायी, द्वितीयभागः नाम त्रिपादी. अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्यायायां सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि अस्थितानि. अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति तानि प्रतिपरं स्थितानि सूत्राणि असिद्धानि. सपादसप्ताध्यायीं प्रति त्रिपाद्यासिद्धा, त्रिपाद्यामपि पूर्वं प्रतिपरं शास्त्रम् असिद्धं. त्रयाणां पादानां समाहारः त्रिपादी दिगुसमासः, सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी. पादेन सहित सपादसप्ताध्यायी पूर्वम् अस्मिन् इति पूर्वत्र न सिद्धम् असिद्धं. पूर्वत्य अव्ययम् असिद्धं प्रथमान्तं द्विपदम् इदं सूत्रम् इदं सूत्रम् अधिकारसूत्रम् अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते. सूत्रं वदति पाणिनि अष्टाध्यायीसूत्रेषु ग्रन्थः भागद्वये इति विभजितः. प्रथम अध्याये आरम्भात् अष्टम अध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः, द्वितीयभागः द्वितीयः तृतीय चतुर्दश पादाः मिलित्वा द्वितीयभागः इति उच्यते. प्रथमभागस्य नाम सप्ताध्यायी, द्वितीयभागः नाम त्रिपादी इति. अनेन सूत्रेण प्रथमभाग सपादसप्ताध्यायसूत्राणि त्रिपादस्थितानि सूत्राणि न सिद्धं भवति. अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति तानि परसूचितानि सूत्राणि असिद्धानि. सूत्रस्य पद विभजन सपाद सप्ताध्यायी प्रति त्रिपाद त्रिपाद्यसिद्ध त्रिपाद्यमपि पूर्वं प्रति परं शास्त्रम् असिद्ध. अहं न जाने अवगतं वक्तुं न अवगतं वदामि भगिनि. किम् इत्युक्ते पूर्वत्र सिद्धम् इति एकं सूत्रम् अस्ति, तत्तु अष्टाध्यायस्य द्वितीयपादस्य प्रथमसूत्रमस्ति. अधिकारसूत्रमस्ति इत्युक्ते अस्य सूत्रस्य अधिकारः अष्टमाध्यायस्य द्वितीयपादात् आरभ्य, प्रथमसूत्रात् आरभ्य अष्टाध्यायः अन्तपर्यन्तं अष्टमाध्यायस्य चतुर्थपादपर्यन्तम् अन्तिमसूत्रपर्यन्तम् आयाति. तर्हि अनेन सूत्रेण एव पूर्ण अष्टाध्यायी ग्रन्थः अस्ति खलु, तस्य तु विभजनद्वयं भवति, भिन्नं भवति, भिद्यते. किं कथम् इत्युक्ते एतत् सूत्रं वदति पूर्वत्रासिद्धम् इति वदति, इत्युक्ते अग्रे यानि सूत्राणि सन्ति तत्तु पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति इति सूत्रं, सूत्रस्य सारांशः. इत्युक्ते किं, सूत्रद्वयम् अस्ति, एकं तु द्वयमपि किं कथं चिन्तयितुं शक्नुमः इत्युक्ते सूत्रद्वयस्य समानकाले समानस्थले प्राप्तिः. सूत्रद्वयमपि त्रिपादीसूत्रम् इति चिन्तयतु. त्रिपादी इत्युक्ते त्रयाणां पादानां समाहारः त्रिपादी इति. अनन्तरं सपादसप्ताध्यायी इत्युक्ते 8-1 पर्यन्तं यानि सूत्राणि सन्ति छात्रस्सन्ति तत्तु सपादसप्ताध्यायी इति. तर्हि किम् इत्युक्ते त्रिपादी सूत्रद्वयमपि त्रिपादीतः अस्ति चेत् किं भवति, यत् पूर्वसूत्रम् अस्ति तं प्रति परसूत्रम् असिद्धम्, इत्युक्ते पूर्वसूत्रं बलवद्भवति. तथा एव सूत्रद्वयं वर्तते, प्रसक्तिः प्राप्तिः भवति एकस्मिन् स्थले एकस्मिन् समये एव काले, तथा तदा एकं सूत्रं सपादसप्ताध्यायीतः इति चिन्तयतु, अन्यत् सूत्रं त्रिपादितः इति चिन्तयतु. तर्हि त्रिपादीसूत्रं सपादसप्ताध्यायीसूत्रं प्रति त्रिपादीसूत्रं किम् अस्ति, असिद्धं भवति. सामान्यतया त्रिपाद्यां सन्धिकार्याणि एव आयान्ति, ततः एव अस्माकं परिभाषा अस्ति खलु बरुणातङ्गं बलीयः इति. सामान्य बहु सामान्य सन्धिकार्याणि त्रिपाद्यां भवति अधिकतया. तर्हि यत्र सन्धिकार्याणि अत्र त्रिपाद्याम् अस्ति इति कृत्वा त्रिपादीसूत्राणि असिद्धमपि भवति इति कृत्वा सपादसप्ताध्यायीसूत्रस्य बलम् अधिकं भवति, फलवद्भवति इति. अवगतं खलु, इतोपि अग्रे उक्तमस्ति असिद्धम् इत्युक्ते किम् इति अग्रे पूर्णतया इतोपि विषयः वर्तते अस्ति, अग्रे पश्यामः. किं भगिनि, साधारणतया एव भवत् अस्ति अत्र पुत्र त्रिपादिक द्वितीयभागे पूर्वसूत्रं बलवत् अस्ति वा? आम् आम् तथा अस्ति. बलवत् इति बलवत् इति किमर्थं बलवत् इति यत्र तु असिद्धम् इति उक्तमस्ति. असिद्धम् इत्युक्ते किमिति अग्रे पश्यामः पूर्णतया, किन्तु सामान्य एतावत्पर्यन्तमेवम् अवगच्छतु. बलवत् इति एव चिन्तयतु, अग्रे पश्यामः किम् इत्युक्ते असिद्धम् इत्युक्ते किम् इति. अस्तु भगिनि, विजया भगिनी पठति किल. अस्तु भगिनि, प्रथमबिन्दुः शास्त्रसिद्धं द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं द्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इति उच्यते. अस्य बहूनि उदाहरणानि सन्ति. क्षम्यतां, पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विधं ततः आरभ्य पठनीयम्. अस्तु भगिनि, भवत्या उक्तम् अतः एव मया त्यक्तम्. अस्तु भगिनि, पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधं भवति. तत्र शास्त्रसिद्धं कार्यसिद्धं च द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इति उच्यते. पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत् तर्हि तत् पश्चात् सपाद सप्ताध्यायीसूत्रं वा पूर्वत्र त्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव, यतः तेन परत्रिपादिसूत्रेण यत् किमपि क्रियते तत् पूर्वात्र सिद्धम् इति अनेन असिद्धम्. इदं कार्यसिद्धम् इति उच्यते. तत्र विवरणं करोमि वा भगिनि? तत्र भवत्या एव उक्तं प्रथम अध्याय प्रथमपादेतः अष्टाध्यायी प्रथमपादतः सपाति इति, अनन्तरम् अष्टाध्यायी द्विपादे त्रिपादे चतुर्थपादपर्यन्तं त्रिपाति इति अस्ति. एकसमये समानकाले समानस्थले पूर्वत्रिपादिसूत्रम् अनन्तरं एतत् आगच्छति चेत् तत्र त्रिपादिसूत्रस्य कार्यं कारितं चेत् सपाद सप्ताध्यायीसूत्रं वा तत्र किम् अस्ति चेत् समानकाले समानसमये द्वयोः त्रिपादि अनन्तरं सपादि सूत्रस्य प्रसक्तिः अस्ति चेत् तत्र पूर्व त्रिपादिसूत्रं स्वयम् असिद्धं भवति. तत्र सपादि सूत्रमेव कार्यं करोति, त्रिपादि तत्र स्वयम् असिद्धं भवति. तावदेव तत्र भवति. अस्ति भगिनि, अत्र इतोपि अस्ति किमित्युक्ते विषयान्तरमस्ति अत्र. किमित्युक्ते असिद्धम् इत्यनेन बलवत् इति एकः तु विषयः अस्ति. अन्यविषयः किम् इत्युक्ते यस्य सूत्रं प्रति अन्यत् सूत्रम् असिद्धम् अस्ति, उदाहरणार्थम् ए सूत्रं प्रति बि सूत्रम् असिद्धम् इति चिन्तयतु, तर्हि बि सूत्रस्य कार्यम् ए सूत्रं न द्रष्टुं शक्नोति. विधि अस्ति, कार्यम् अस्ति खलु. यत्किमपि कार्यं कारयति बि सूत्रं, तत्तु ए सूत्रं न द्रष्टुं शक्नोति. तर्हि असिद्धम् इत्यस्य विषयद्वयं वर्तते, एकमस्ति बलवत् एतावत्पर्यन्तम् ए बि द्वयस्य अपि कार्यं न सम्भवितम्. तर्हि अधुना सङ्कर्षः जायते ए बि द्वयोः, तदा ए इति सपादसप्ताध्यायी इति चिन्तयतु, बि इति त्रिपादी इति चिन्तयतु. तर्हि ए इति सूत्रं बलवत् भवति. भिन्नरीत्या चिन्तयतु, बि सि इति सङ्कर्षः जातः, बि बलवत् इति कृत्वा बि इत्यस्य सूर्यं बि त्रिपादिसूत्रमस्ति, बि इत्यस्य कार्यम् अभवत्. अधुना ए आगत्य कार्यं कर्तुम् इच्छति, किन्तु ए सूत्रं बि इत्यस्य यत् कार्यं कारितं बि इत्यनेन तत् कार्यं न पश्यति इति कृत्वा तर्हि यत्र वयं असिद्धम् इति वदामः तत्र तु विषयद्वयं वर्तते, एकमस्ति बलवत् इति, अन्यत् अस्ति कार्यं न द्रष्टुं शक्नोति अन्यत् सूत्रम्। असिद्धसूत्रस्य कार्यम् अन्यत् सूत्रं कार्यं न द्रष्टुं शक्नोति इति कृत्वा अत्र असिद्धस्य विषयद्वयं वर्तते, शास्त्रसिद्धं कार्यसिद्धमस्ति इति। शास्त्रसिद्धम् इत्युक्ते किम्? प्रथमम् अहं यत् उक्तवती अत्र बलम् इति चिन्तनं भवति, सूत्रद्वयम् आगत्य कार्यं कर्तुम् इच्छति, एकं सूत्रं त्रिपादीसूत्रम् अन्सूत्रम् अन्यत् सूत्रं सपादसप्ताध्यायीसूत्रं। तर्हि सपादसप्ताध्यायी त्रिपादीसूत्रं स्वयम् असिद्धम् इति कृत्वा बलं नास्ति तस्य, तर्हि सपादसप्ताध्यायीसूत्रं कार्यं करोति। अस्य तु नाम अस्ति शास्त्रसिद्धम् इति, इत्युक्ते शास्त्रद्वयस्य सङ्कर्षः जायते, एकं शास्त्रम् असिद्धम् अस्ति इति कृत्वा तस्य कार्यं न कारयामः, विल् नाट् डू देट्। तर्हि यत् सपादसप्ताध्यायी अस्ति तस्य एव कार्यं भवति। तथा एव त्रिपादीसूत्रद्वयम् आगत्य कार्यं कर्तुम् इच्छति। अधुना किं? पूर्वत्रिपादीसूत्रं परत्रिपादीसूत्रं पूर्वत्रिपादीसूत्रं प्रति परत्रिपादीसूत्रम् अशुद्धं। तर्हि पूर्वपर इति यत्र सङ्कर्षः भवति त्रिपादीसूत्रयोः, तत्र पूर्वसूत्रस्य कार्यं भवति। किमर्थम् इत्युक्ते परसूत्रं स्वयम् अशुद्धम् इति कृत्वा तद् न कुर्मः, तद् वयं न कुर्मः, न कारयामः। तर्हि यत् तर्हि यत्र सङ्कर्षः जायते, एकं सूत्रम् असिद्धं सूत्रमस्ति, अन्यत् सूत्रं प्रति, तर्हि तत्तु शास्त्रसिद्धम् इति वदामः। द्वितीयविषयः अस्ति कार्यसिद्धं। कार्यसिद्धम् इत्युक्ते एकं कार्यम् अभवत्, तर्हि अन्यत् सूत्रम् आगत्य अधुना कार्यं कर्तुं प्रयतते। तर्हि प्रथमं यत् कार्यं कारितं, यदि तं प्रति यदि द्वितीयसूत्रं प्रति प्रथमं यत् कार्यं कारितं तत्सूत्रम् असिद्धमस्ति चेत् तत् कार्यं न द्वितीयं कार्यं न भवति। इत्युक्ते प्रथमं त्रिपादीसूत्रम् अभवत् कार्यम् अभवत्, त्रिपादीसूत्रस्य एकं कार्यम् अभवत्, तस्य प्रसक्तिः अस्ति, प्राप्तिः अपि अस्ति, तर्हि इति कृत्वा वयं प्रथमं कारयामः एकं कार्यं, तत् अभवत्। अधुना सपादसप्तादि आगत्य कार्यं कर्तुं प्रयत्नं करोति। तस्मिन् समये किं भवति? यत् कार्यं त्रिपादीसूत्रं कारितं तत् कार्यं सपादसप्ताध्यायी न पश्यति इति कृत्वा सपादसप्ताध्यायी सूत्रं तत्र न कार्यं करोति। अग्रे यत्र उदाहरणं पश्यामः तत्र इतोपि स्पष्टः जायते। तथा एव एकं परत्रिपादीसूत्रम् अस्माभिः कारितम् अभवत्, तस्य कार्यं तु अभवत्। तर्हि पूर्वत्रिपादीसूत्रम् अधुना आगत्य यदि कार्यं कर्तुम् इच्छति चेत् परत्रिपादीसूत्रेण यत् कार्यं कारितं तत् कार्यं पूर्वत्रिपादीसूत्रं न पश्यति। तर्हि असिद्धम् इत्यस्य विषयद्वयं वर्तते, एकमस्ति बलम् इति, अन्यत् अस्ति कस्य बलम्? यस्य असिद्धम् अस्ति असिद्धस्य बलं नास्ति, तद् वयं न कुर्मः। द्वितीयमस्ति असिद्धसूत्रम् एकं कार्यम् अभवत् चेत्, त्रिपादीसूत्रस्य कार्यम् अभवत् चेत् अन्यत् सूत्रं यं प्रति एतत् सूत्रम् अशुद्धं भवति तद् आगत्य कार्यं कर्तुम् इच्छति चेत् तस्य कार्यं न भवति द्वितीयसोपाने। प्रथमसोपाने अभवत्, द्वितीयसोपाने अन्यस्य कार्यं न भवति इति, तत्तु कार्यसिद्धमस्ति। यत्र कार्यम् अभवत् तत्तु कार्यसिद्धं। शास्त्रसिद्धम् इत्युक्ते केवलं शास्त्रद्वयस्य सङ्कर्षः यत्र जायते किं सूत्रं बलम् इति चिन्तयामः तद् शास्त्रसिद्धम्। इतोपि प्रश्नः भवति इति सुगुन् भगिन्याः प्रायः भवति, वयम् अग्रे पश्यामः भगिनी, तर्हि स्पष्टः भवति। मनसि यत् संशयः अस्ति तद् मनसि चिन्तयतु, अग्रे अपि पश्यामः, इतोपि स्पष्टः जायते। उदाहरणसहितं प्रश्नं न पृच्छामि किन्तु करोमि एव। इत्युक्ते क्लाश् अस्ति चेत् पूर्वसूत्रं कार्यं करोति, पूर्वसूत्रं नो चेत् सपाद सप्तध्यायी सूत्रं कार्यं करोति। क्लाश् अस्ति बलवत् इति क्लाश् नास्ति किन्तु त्रिपादीसूत्रं कार्यं कृतम् अनन्तरं पूर्व सूत्रं वा सपादसप्ताध्यायी सूत्रं वा कार्यं कर्तुम् इच्छति चेत् तद् त्रिपादीसूत्रं यत् कार्यं कृतं तत् न पश्यति. उत्तमम् अस्ति भगिनि, तथा एव उदाहरणसहितं यदा पश्यामः इतोपि अस्माभिः. अस्तु अस्ति चेत् मम चिन्तनं सम्यक् वा? आमामाम् उत्तमम्, आमां बहु सम्यक् अस्ति. आम् अस्तु, धन्यवादः भगिनी, अस्तु पूर्णतया अवगतम्. अस्तु मीना भगिनी पठितवती किम्? पठामि भगिनि. पठितवती, पूर्वं न पठितवती खलु? हा पठतु भगिनि. न भगिनि, पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधं. हा तत्तु कृतम् अभवत् खलु, अधुना अभवत् शास्त्रसिद्धम् आरभ्य. शास्त्रसिद्धं, शास्त्रसिद्धं द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इत्युच्यते. अस्य बहूनि उदाहरणानि सन्ति. यथा हल् सन्ति सूत्राणि सर्वाणि त्रिपाद्यताम्. ओ सर्वाणि हल् सन्ति त्रिपादि, अतः एकत्र हल् सन्धिः विधायकसूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति. यत् यत् योगः जायते जलां जशो अन्ते यत् जायते सोस्तुनाश्चुः एकत्र आयातः. सोश्चुनाश्चुः इत्यस्य असिद्धत्वात् जलां जशो अन्ते पूर्वं भवति भवति. यत् यद् योगः जायते सोस्तुनाश्चुः इत्यनेन शुत्वं यज् योजः जायते यज् जायते. एवमेव सर्वाणि हल्सन्धि सूत्राणि. तत्र श्चोश्चुनाश्चुः न भवति यदि इति भवति चेत् रूपं कथं स्यात् यत् योगः जायते? प्रथमं स्तोः शुनाशुः इति कार्यामः चेत् रूपं किं भवति? चकारः भवति, चकारः भवति, सकारतकारयोः चकारचकार करी इति करिवर्णे परे करी इति एतदेव पूर्वमपि भगिनी अपि उक्तमासीत् खलु करति प्रथमसदस्याः शशसर् इति एव खर्वर्णः अस्ति वर्णः अस्ति. आं वदतु भगिनि. जलांजशो अन्ते अपि स्तोश्चुनाश्चुः सूत्रद्वयं त्रिपाद्यामेव अस्तौ. अत्र यज्जायते इति उदाहरणे जलां जशो अन्ते एव पूर्वसूत्रं, यद्यपि पूर्वसूत्रं तथैव बलवान् कार्यं करोति किल? आं भगिनि, तर्हि त्रिपादीसूत्रस्य यत्र बलाबलचिन्तनं भवति तत्र तु सूत्रक्रमस्य बहु महत्त्वं वर्तते. पूर्वसूत्रं साधारणतया सपादसप्ताध्यायां सपादसप्ताध्यायचिन्तनं त्रिपादिसूत्रम् आयाति चेत् तादृशचिन्तनं मास्तु, पूर्णतया तत्र स्थितव्यम्। एतावत्पर्यन्तं यत्किमपि अस्माभिः पठितं तादृशचिन्तनं सपादसप्ताध्यायस्य कृते मास्तु, पूर्णतया त्यक्त्वा नूतनविषयः इति चिन्तयित्वा पठति चेत् सरलं भवति। इत्युक्ते सूत्रद्वयस्य प्रसक्तिः प्राप्तिः, एकं तु सपादसप्ताहे, नो चेत् पूर्वत्रिपादीसूत्रम् अस्ति चेत् पूर्णत्रिपादीसूत्रस्य वा सपादसप्ताध्यायसूत्रस्य एव बलम् अधिकं भवति। त्रिपादीसूत्रस्य तु असिद्धम् इति कृत्वा तस्य तु बलं न्यूनमेव भवति, बलं नास्ति तस्य, असिद्धम् इति वदामः। तर्हि महोदय, अत्र सूत्रक्रमः निर्दिष्टः किमर्थम् इत्युक्ते सूत्रक्रमं यदि जानीमः चेदेव अस्माभिः हल्सन्धिकार्याणि अस्माभिः कर्तुं शक्यते। किमर्थम् इत्युक्ते तस्य तु महत्त्वं वर्तते। अन्यत्र तु यत्र सपादसप्ताध्यायी भवति तत्र तु केवलं पूर्वपर इत्यस्य कृते एव सूत्रस्य सङ्ख्या द्रष्टव्या, अनन्तरं तु नित्यसूत्रस्य तु कार्यं यत्तस्ति, निमित्तं यत्तस्ति, कार्यं यत्तस्ति इति दृष्ट्वा अपवादस्य कृते अपि यदि निरवकाशं भवति वा इत्येव चिन्तनम् अस्माकं भवति। किन्तु त्रिपादिसूत्रेषु पूर्णतया तु सूत्रक्रमस्य आवश्यकता वर्तते। अस्माभिः जलाङ्गशन्त्य प्रथमम्, अनन्तरमेव स्तोःशुनाष्टुः इति सर्वम् आयाति इति किञ्चित् कण्ठस्थीकरणीयम् इति मन्ये क्रमः। अग्रे all the rules disappear पूर्वत्र सिद्धम् इति कारणेन। आम् सत्यं भगिनि, आम् तथा अस्ति। इतः त्रिपादी आरभ्य एतावत् बलाबलचिन्तनम् अस्माभिः यद् दृष्टं, पूर्वपरनित्यन्तरङ्ग इति सर्वं, विप्रतिषेधे परं कार्यम् इति सर्वं, तत्सर्वं तु अत्र न आयाति, तत्तु भिन्नलोकः अस्ति, त्रिपादी इति भिन्नलोकः अस्ति। तदर्थमेव अष्टाध्यायीसूत्राणि वयं भागद्वयं विभज्यते अनेन कारणेन एव। भगिनि, अभ्यासः अस्ति किं टु डिसैड् नित्यं वा अन्तरङ्गं वा? आं भगिनि, अग्रे अपि पश्यामः, अनन्तरं यत्र प्रक्रिया वयं कुर्मः तथापि भवत्याः स्वयं भवती एव चिन्तनीयं भवति इति संशयः जायते चेत् वर्गे प्रष्टुं शक्यते। अधुना किञ्चन अभ्यासः अग्रे महोदयेन दत्तः, अनन्तरं करपत्रं समाप्यपि अग्रे प्रक्रिया यत्र भवति भ्वादिगणस्य, तुदादिगणस्य इति सर्वं गणस्य प्रक्रिया अस्माभिः क्रियते, तस्मिन् समये अपि महोदयेन कुत्रचित् बलाबलचिन्तनं स्वीकृत्य यत्र अस्माकं पूर्वतनवर्गेषु छात्राः ये पृष्टवन्तः तदनुसृत्य तस्य विषयः महोदयेन अत्र उल्लिखिताः, तर्हि तत्र द्रष्टुं शक्यते विषयाः, तान् विषयान् अस्माभिः। अनन्तरं भवत्यापि स्वयमपि चिन्तनीयं भवति, यदि प्रश्नः जायते चेत् वर्गे पृच्छतु, तर्हि मिलित्वा तादृशचर्चा अपि कर्तुं शक्यते, सर्वेषामपि किञ्चित् लाभाय भवति। अस्तु, किन्तु एक्ससैजस् किञ्चित् अस्ति, किन्तु अग्रे गत्वा पश्यामः। आम्, अग्रे प्रत्येकस्य करपत्रस्य प्रत्येकस्य प्रक्रियायाः अपि बलाबलचिन्तनं भवति एव, तद् स्वीकृत्य एव अस्माकं प्रक्रिया कर्तुं शक्नुमः खलु, तर्हि भवति एव। यदि महोदयेन अत्र करपत्रे न उक्तमस्ति चेदपि भवत्यापि स्वयं चिन्तनीयं भवति, अन्यत् किमपि सूत्रम् अस्ति किं यत् आगत्य कार्यं कर्तुं शक्नोति, प्रसक्तिः अस्ति किम् इति स्वयं चिन्तनीयं भवति। अधुना वयं तावत् तावान् सूत्रान् वयं न जानीमः खलु इति कृत्वा प्रथमं तु महोदयेन यद् दत्तं तत् पठामः, अग्रे पुनः यत्र अभ्यासः भवति तस्मिन् समये एव चिन्तनीयं भवति। अस्तु, वयं प्रायः आरभ्यसमये एव एतत् दृष्टवन्तः यत् यत्र स्थाष्ठा किमपि भवति तत्र अग्रे पश्यामः भगिनि. अनेकत्र आयाति बलाबलचित्रं प्रत्येकस्य करपत्रेषु प्रत्येकस्य सोपानेषु एव आयाति खलु. आं तर्हि इति कृत्वा चिन्ता मास्तु, अभ्यासं तु भवति एव, अभ्यासः तु आयाति एव. अस्ति अस्तु अग्रे सरला भगिनी पठति किं भगिनि अत्र बि इति बिन्दुः मनोरथः इति. भगिनि अहं कार्याले अस्मि. अस्तु टेबल् कारणे लघुसङ्ख्या इति उक्तं तत् किं भगिनि लघुसङ्ख्या इत्युक्ते? तत् लघुसिद्धान्तकौमुदीतः तस्य सङ्ख्या इति मन्ये. ओ सिद्धान्तकौमुदीक्रमः भिन्नः अस्ति खलु इति मन्ये, तस्य सङ्ख्या इति मन्ये. अस्तु भगिनि, भगिनी पठति किं मीना भगिनी, क्षम्यतां मीना भगिनी नास्ति, मलर् भगिनी पठति किं मनोरथः इति द्वितीय उदाहरणं. मनोरथ तत्र शास्त्रसिद्धम् इति अस्ति. मनोरथः मनसः इच्छा अभिलाषा मनयोगः रथ ससदिशोः इंशोरुः इत्यनेन पदान्ते सकारस्य स्थाने रु आदेशः. मनयोगः योग रु योगः रथ अनुबन्धलोपे मनयोग रथ रो वि हसित रो वि इत्यनेन रो रि रेपस्य लोपस्य असिद्धत्वात् असीत इत्यनेन रेपस्य उकारादेशः. मनयोगः ईयोगः रत आर्गुणः इत्यनेन गुणादेशः. मनोयोगः रत वर्णमेलने मनोरथ. एकः उदाहरणम् अस्ति मनोरथः. अत्र मनस् योगः रथः रथ प्रथमं शकारस्य स्थाने ऋकारः भवति. किमर्थं चेत् तत् सूत्रं तस्य सङ्ख्या अस्ति त्रिपाद्यां नास्ति. तत्र तु ससशोरुः इति एकं सूत्रम् अभवत् अधुना. तत्र तु सङ्कर्षः नास्ति, ससशुरुस्तु इति अधुना कार्यम् अभवत्. अधुना मनोरुरथ इति अस्ति, मनर् मन इर् रथ इति अस्ति खलु. अस्यां स्थित्यां सूत्रद्वयस्य प्रसक्तिः भवति, रोरि हचीचे इति सूत्रद्वयस्य. तर्हि रोरि इति सूत्रं किं वदति? रेफस्य रेफे परे लोपो भवति इति, इत्युक्ते मनरथ इति रूपं साधयामः इति रोरि कार्यं करोति चेत्. हषि च किं वदति? हषि परे अतः उत्तरस्य रेफस्य उकारादेशो भवति इति. तर्हि हषि च इत्यनेन मनोरथः इति रूपं साधयामः. तर्हि कस्य बलम् अधिकं भवति? अधुना सङ्कर्षः जायते, शास्त्रद्वयस्य सङ्कर्षः. एकं तु किम् अस्ति? त्रिपादीसूत्रम्. अन्यत् सपादसप्ताध्यायीसूत्रं, हषि च इति सपादसप्ताध्यायीसूत्रं. तर्हि सपादसप्ताध्यायीसूत्रं प्रति त्रिपादीसूत्रम् अशुद्धम् इति कृत्वा हषि च इत्यस्य कार्यमेव भवति, रूरि इत्यस्य कार्यं न कुर्मः. शास्त्रसिद्धम् इति शास्त्रसिद्धम् इत्युक्ते शास्त्रद्वयस्य सङ्कर्षः कस्य शास्त्रस्य कार्यं भवति इति प्रश्ने सति, यत्र सपादसप्ताध्यायी असिद्धशास्त्रं न प्रवर्तयामः इति शास्त्रसिद्धम्. अग्रे अपि समयः अतीतः खलु. त्रिपादे अस्ति किल, रोणि त्रिपादे अस्ति, हसि च सपादे त्रिपाद्यमस्ति, हसि च त्रिपादि हसि च न सपाद सपादसप्ताध्यायं हसि सपादसप्ताध्याय तर्हि रोणि स्वयम् असिद्धं भवति अस्यां स्थित्याम्. अत्र तु अस्माकं चिन्तनं पूर्वपर इति नित्य इति न चिन्तयामः खलु. अस्माकं चिन्तनं न प्रवर्तयितुं नित्येषु सूत्रं भवितुम् अर्हति वा इति चिन्तनमेव नास्ति. रोरि इति सूत्रम् असिद्धम् इति प्रथमसोपाने एव रोरि असिद्धं सूत्रमिति कृत्वा शचि च कार्यं करोति. अधिकचिन्तनमेव न आवश्यकम्। एकम् एकसप्ता सपादसप्ताध्यायी अन्यत् त्रिपादी चेत् चिन्तनीयमेव न चिन्तनमेव न आवश्यकं। सपादसप्ताध्यायीसूत्रं तस्य कार्यमेव भवति। किमर्थम् इत्युक्ते त्रिपादीसूत्रम् असिद्धं तदेव अस्ति शास्त्रसिद्धम्। बहु सरलम् अस्ति किन्तु चिन्तनं किन्तु किम् इत्युक्ते क्रमः द्रष्टव्यः इति कृत्वा सूत्राणां संख्या अपि द्रष्टव्या अस्माभिः प्रत्येकस्मिन् यदि रोरि अभवत् यदि रोरि अभवत् मनरथ भवति दोषाय दोषाय तद् दोषाय सत्यम् तदर्थमेव न भवति किं त्रिपादीसूत्रम् इत्युक्ते न भवति। अन्यत् किम् इत्युक्ते पूर्वं भगिन्या प्रायः सुमन्भगिनी इति मन्ये पृष्टवती खलु केनापि पृष्टमासीत् यत्र तृतीयाविभक्तिः सूत्रेषु आयाति अधिकतया तृतीयाविभक्तिः एतावत्पर्यन्तं मया तु हल्सन्धिकार्येषु एव दृष्टा। उदाहरणार्थं स्तोः शुनाशुः ष्टुनष्टुः तर्हि तादृश हल्सन्धिसूत्राणि सर्वाणि तु किम् अस्ति त्रिपाद्यामेव आयान्ति इति कृत्वा अस्माकम् अपरनिमित्तिकम् अन्तरङ्गम् इत्यस्य चर्चा एव न जायते अत्र केवलम् अशुद्धम् इति एव चिन्तनं भवति। नो चेत् तृतीयाविभक्ति अन्य न भवति अन्य कुत्रापि न भवति न दृष्टवती अहमपि अहमपि छात्रा अस्मि भगिन्या मयापि एतावत्पर्यन्तम् अस्माभिः न दृष्टम् इति एव वक्तुं शक्नोमि। मयापि पूर्णसूत्राणाम् अवगमनं नास्ति खलु अष्टाध्यायः सूत्राणां न कृतवती। मम अन्यप्रश्न एतादृशचिन्तनं सम्यक् अस्ति किमर्थम् इत्युक्ते प्रत्येकस्य सोपानेषु वयं एतादृशं चिन्तयामः चेत् इतोपि दृढीकरणं भवति अस्माकम् अवगमनम्। अस्तु अन्यप्रश्नः अस्ति यत् अशीच इति आगच्छति खलु अशीच इति सूत्रं तत्र किमर्थं कथं रेफस्य उकारः आदेशः भवति प्रत्यये मध्ये रेपः अयवरट् तत्र ऋकारः आगच्छति अतः तत्र रेफस्य उकारः आदेशः भवति तावदेव वा तत्र आम् भगिनि तत्र मनर् इत्यस्मिन् उपदायां रेफस्य उपदायाम् अकारः ह्रस्व अकारः अपि अस्ति इति कृत्वा रेफस्य उकारः भवति। भगिनि भवती उक्तवती खलु अङ्गः बलिः इत्युक्ते केवलं परिभाषा अस्ति अङ्गकार्यम् इत्युक्ते प्रत्ययनिमित्तिकं यत् अस्ति अङ्गम् इत्युक्ते प्रत्ययस्य योजनेनैव अङ्गं भवति खलु तर्हि तादृश गुणः वृद्धिः तत्सर्वे अङ्गकार्यं खलु गुणः वृद्धिः तु वर्णनिमित्तिककार्यमपि अस्ति खलु अस्माकम् अकः न न न अहं पृच्छामि शप् आगच्छति तत्र प्रत्ययनिमित्तिकं गुणः प्रत्ययनिमित्तिकं यत्किमपि कार्यं भवतु आगमः वा आदेशः वा गुणकार्यं वा इति कृत्वा सर्वे तु तानि सर्वाणि तु अङ्गनिमित्तिकम् अङ्गकार्याणि भवन्ति। प्रत्ययनिमित्तिकं नाट् एस् गुणकार्यं वृद्धि आम् तदेव अस्ति सामान्यतया अङ्गकार्यं कुत्र भवन्ति अष्टाध्यायं कुत्र आगच्छति इत्युक्ते 6-4 आरभ्य 7 सप्तमाध्यायस्य पूर्णतया अङ्गकार्यं भवति प्रत्ययनिमित्तिकं कार्याणि सन्ति 6-4 आरभ्य 6-4-1 आरभ्य सप्तमाध्यायस्य पूर्णतया अपि अङ्गकार्याणि भवन्ति सामान्यतया टिल् द एण्ड् आफ् 6-4 7-7 टिल् द एण्ड् आफ् 7 किम् इत्युक्ते प्रथमाध्यायस्य तु नामकरणमस्ति अनन्तरं प्रथमद्वितीय अध्यायोः नामकरणं भवति, अनन्तरं तृतीय चतुर्थ पञ्चम अध्यायेषु प्रत्ययाः आगच्छन्ति, स विददाति. अनन्तरं 6-4 आरभ्य 1 आरभ्य 7 6-1 आरभ्य 6-3 पर्यन्तं स्वरसन्धिः, अनन्तरं 6-4 आरभ्य 7 पर्यन्तम् अङ्गकार्यम्. अष्टम अध्यायस्य तु हल्सन्धिकार्याणि भवन्ति, द्वितीयपादादारभ्य हल्सन्धिकार्याणि. रोरि तत्र अन्य किमपि आगच्छति खलु, रोरि तु तत्र लोपः किमपि न वदति, अनुवृत्तितः अस्तु, लोपः इति अनुवृत्तिः अस्ति. रो अपि पदस्य पूर्वत्र सिद्धं संहितायाम् इति तत्र किमस्ति, पदस्य पूर्वत्र अनुवृत्तिः अधिकारे आयाति, पदस्य इति अधिकारे, तर्हि पदान्ते रेपस्य लोपः भवति रेपे परे इति, पदस्य इति अधिकारे आयाति, पदान्तरेपस्य लोपः भवति अन्यपदे, अपरं पदं यदि रेफा आदौ रेफः अस्ति चेत् रेफस्य लोपः भवति. भगिनि, ऐ अण्डर्स्टुण्ड् द अदर् वे अराउण्ड् भगिनि, यदि सूत्रं त्रिपादे अस्ति बलवत् एव सपादभागे अपेक्षया. न कथं त्रिपादीसूत्रं कदापि असिद्धम् अस्ति इति उक्तवती खलु, त्रिपादीसूत्रम् असिद्धं सपादसप्ताध्यायीसूत्रं प्रति, तदेवस्ति शास्त्रसिद्धम्. अनन्तरं परत्रिपादीसूत्रमपि असिद्धम् अस्ति पूर्वत्रिपादीसूत्रं, अयो भिन्नरीत्या चिन्तितवती. इतोपि प्रश्नः अस्ति किल, पुनः अग्रिमसप्ताहे पुनः पूर्वत्र सिद्धम् इति आरभ्य पश्यामः. अस्तु, धन्यवादः, सदृशम् आगतं, धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः, नमस्कारः, धन्यवादः भगिनि.